नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। नमस्ते भगिनि, तत्र अदादिगणः इति विषयः प्रवृत्तमानः अस्ति। तत्र वयम् ईकारान्तधातुः विषये चिन्तनम् अपि प्रवृत्तमानः। तत्र दीदीङ् दीप्तिदेवनयोः इति धातुः तस्य सूत्रं तु वयं पठितवन्तः गतसप्ताहे। एकवारं तदेव पठित्वा रूपाणि साधयामः अद्य। तत्र राजेन्द्रमहोदय पठति वा हलादिपित्सु इति आरभ्य। आं भगिनि, इदानीमेव आगतवान्। अहं पठामि वा भगिनि? आं पठतु भगिनि, नास्ति चिन्ता, पठतु। तत्र अग्रे चतुर्षु लकारेषु तिगन्तरूपाणि पूर्वं तस्मात् पूर्वं किञ्चित् हलादिपित्सु इति अस्ति किल, प्रथमबिन्दु हलादिपित्सु, द्वितीयम् अजादिपित्सु इति, तदेकवारं पठित्वा एतत् पूर्वं समाप्तं खलु भगिनि, मया श्रुतम् एतत् विषये। अस्तु भगिनि, पठामि। हलादिपित्सु आत्मनेपदी धातुषु नास्ति एव। अजादिपित्सु गुणनिषेधक यनादेशः, दीदि योगः ऐ दीद्य दीद् दीद्यि ये ऐ योगः दीद्यै इति अस्ति। एकनिमिषं भगिनि। अस्तु, अनन्तरम् अलादि अपित्सु गुणनिषेधः, दीदि योगः ते दीदी ते। अजादि अपित्सु गुणनिषेधः यनादेशः, दीदि योगः आते दीद्य योगः आते दीद् याते इति अस्ति। अग्रे पठामि वा भगिनि? अजादिषु पित्सु अपि अजादि अपित्सु अपि चिन्तनं समानमेव। इको यनचि इत्यनेन यन आदेशः भवति, तत् कार्यं प्रबाद्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु दीदि वे वीटाम् इत्यनेन गुणनिषेधः। तदा अचि शृणोर् धातु भ्रुवो युवोर् इयङ् उवङ् इत्यनेन इयङ् प्रसक्तिः, तत् प्रबाद्य एरेण काच्यो असंयोगपूर्वस्य इत्यनेन यनः प्राप्तिः। तत्र प्रथमं प्रसिद्धसूत्रमस्ति इको एनचि इति, तत्र यन् आदेशः भवति, परन्तु तत् प्रबाद्य सार्वधातुक अर्धधातुक इति कार्यं करोति, गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु दीदि वे वीटाम् इत्यनेन गुणनिषेधः अस्ति। अचिष्णुवोर् धातु भ्रुवो युवोर् इवङ् उवङ् इत्यनेन इयङ् प्रसक्तिः अस्ति इकारस्य स्थाने। तत्तु प्रबाद्य एरेण काचो असंयोगपूर्वस्य इत्यनेन यनः प्राप्तिः इति प्रथमम् इको यनचि इति सूत्रेण यनः आदेशः, एतत् सर्वं प्रबाद्य तत्र एरणकाच असंयोगपूर्वस्य अपि यनः प्रसक्तिः, तत्र यन् आदेशः भवति। सम्यक्, तदेव भवति। रूपं पठतु, दीदि इकारादिप्रत्ययेषु किं भवति तदपि पठतु भगिनि, अग्रिमपङ्क्तिः। इकारादिप्रत्ययेषु ई वर्णयोः दीदि वेव्योः इत्यनेन दीदि धातोः अन्त्यवर्णः इकारस्य लोपः भवति। दीदि योगः ईत, दीद् योगः ईत, दीदीत इति रूपं भवति। समीचीनम्, अग्रे पठामि वा? इकारस्य लोपः भवति। आं, धन्यवादः भगिनी, नास्ति चिन्ता। अस्तु, इदानीं पर्यन्तं किं दृष्टवन्तः, अलादिपित्सु तु कार्यं नास्ति, आत्मनेपदी धातुः अस्ति दीदीम्, अजादिपित्सु गुणनिषेधः यणादेशः, तद् क्रमः तु अधः दत्तः अस्ति, अनन्तरं हलादि अपित्सु गुणनिषेधः, अजादि अपित्सु यद् क्रमं तदपि तत्र दत्तमस्ति, यत् क्रमं वयम् अनुसरामः तदपि दत्तमस्ति. अस्तु, अतः नूतनसूत्रं किम् इत्युक्ते वीवि वेवीटाम् अनन्तरम् ई वर्णयोर्दी दीर्घो वेव्योः, दीदीवेव्योः, क्षम्यताम्, ई वर्णयोर्दीदीवेव्योः इति नूतनसूत्रद्वयं गतसप्ताहे पठितवन्तः, इतोपि एकवारं पठित्वा अग्रे सरामः. अरुणा भगिनी पठति वा सूत्रस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम्? दीदीवेवीटां भगिनि, दीधिवेवीटां, दीधिवेवि इति धातु इडागमः चेत् येषां गुणः वृद्धिश्च न भवतः, अनेन इडागमस्य गुणः न कदापि भवति. यदा गम् योगः इ स्यति गमिष्यति, तस्य वृद्धिकार्यं न कुत्रापि विहितम्. अनुवृत्तिसहितसूत्रं दीधिवेवीटां न गुणवृद्धिः. सूत्रं वदति द्वौ धातु दीधि वेवि धातौ धातोः इडागमः योज्यते, अत्र गुणः वृद्धिः न भवतः. अत्र इडागमः इति भिन्नविषयः, दीदी वेवी इति धातु, इडागमः इति तृतीयविषयं, च इत्येतेषां गुणः वृद्धिः न भवति, केवलं दीदी वेवी धातु गुणः न भवति, गुणः वृद्धिः न भवति. कीदृशसूत्रं भगिनि? निषेधसूत्रं. निषेधसूत्रम् अस्ति, गुणवृद्धि निषेधः भवति, समीचीनम्. अग्रिमं पठतु भगिनि. यदानेकाचो संयोगपूर्वस्य असंयोगपूर्व अनेकाच् ईकारान्तस्य यण् आदेशो भवति अचि परे, परिच्छेद पठामि, अनुवृत्ति एव भगिनि, अनुवृत्तिसहित अनुवृत्तिसहितसूत्रम्. अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् अचि, सूत्रं यदानेकाचो संयोगपूर्वस्य सूत्रं वदति असंयोगपूर्व अनेकाच् वा इकारान्ताङ्गस्य यण् आदेशो भवति अच् वर्ण अचि परे. अहं न अवगतं भगिनि, असंयोगपूर्वः इत्युक्ते किं भगिनि? संयोगः इत्युक्ते संयोगः नास्ति, संयोगः द्वे स्वरान हलन्तानां हलन्तानां योजनं संयोगः, असंयोगः संयोगः यत्र नास्ति तति न असंयोगः. असंयोगः पूर्वम् अनन्तरं द्वितीयमस्ति अनेकाच् इत्युक्ते अच् वर्णः अनेकमस्ति, न एकं नास्ति, द्वे अस्ति अस्ति अस्ति चेत् अनेकाच् इकारान्त अङ्गस्य अङ्गनिमित्तमस्ति इकारान्त अङ्ग असंयोगपूर्वम् अनेकाचपि अस्ति चेदेव यणादेशः भवति अचि परि. दीदीङ् इति तादृशम् अस्ति वा? दीदी असंयोग एव, दीदि अत्र इकारान्ताङ्गमस्ति, अनेकाच् अस्ति, असंयोगपूर्वमपि अस्ति, यन्नादेशः भवति सम्यक् अचि परे. अचि परे अपि पठामि भगिनि. आम्, तत्र एरनेकाचो असंयोगपूर्वस्य इत्यत्र यदा संयोगः इति संज्ञासूत्रं संयोगः इत्यस्य संज्ञासूत्रं स्मरति वा किम् अस्ति इति? अन्य कोऽपि स्मरति? हलोनन्तरासंयोगः अनन्तरासंयोगः इति हलोनन्तरासंयोगः इति संज्ञासूत्रमस्ति. संयोगविधायकसंज्ञासूत्रं संयोगः तत्र भवति अनेन सूत्रेण. हलः मध्ये यदा अच् वर्णः नास्ति चेत् तत्र संयोगः इति संज्ञा भवति. अनन्तर मध्ये हलः मध्ये इति अवगन्तव्यम्. सम्यक् भवती एव पठतु भगिनी, अरुणा भगिनी अग्रिममपि. ईवर्णयोर् दीधि वेव्योः, दीधि वेवि इति धातोः अन्त्यवर्ण इकारस्य लोपो भवति यकारादिप्रत्यये ईवर्णे च परे. अनुभूतिसहितसूत्रं दीधिर्वेव्योः अङ्गस्य लोपः ईवर्णयोः. सेम् अत्र एतत् सूत्रं कर्मणि प्रयोगे भगिनी न न न अत्र एव किमर्थं कर्मणि यकारादिप्रत्यये ईवर्णे च परे यत्र ईवर्णः अत्र यदा भवती उक्तवती अत्र तु यकारादिप्रत्ययः नास्ति परन्तु ईवर्णे परे कार्यं भवति. तत्र दृष्टवन्तः वा कर्मण्य किं महोदय यकारः अस्ति वा? यकारः कुत्र अस्ति? लोट् लकारः अस्ति खलु, नास्ति वा? लोट् लकारे विधिलिङ्ग् अस्ति किल, विधिलिङ्ग् विधिलिङ्गकारे. परन्तु धातुः दीदिङ्ग् इति आत्मनेपदि धातुः. एकनिमिषम्. आम् सत्यं प्रायः. किमर्थं कर्मणि इति एकवारं चिन्ता मास्तु भगिनि. आत्मनेपदि एव किल, एतत्तु आत्मनेपदि धातुः दीदिङ्ग् इति. वर्णयोः इति किम्? आधिध्यनम् आवेध्यनम् इति दत्तमस्ति. प्रत्ययः कुत्र भवति? आम् द्वयमपि आम् आम् आत्मनेपदी. न न मम प्रश्ने यदा भगिनी पृष्टवती यकारादिप्रत्ययः कुत्र भवति इति मम चिन्तनम् कर्मणि प्रयोगे भवति यकारः. तदेव अत्र नास्ति खलु. आत्मनेपदे नास्ति, कर्मणि प्रयोगे भवति यक् परन्तु किञ्चित् प्रक्रिया भिन्नरूपेण आगच्छति. ओ भगिनी, आत्मनेपदि धातूनां यकारः न आगच्छति भगिनी, सार्वधातुके यक्. तदेव अतः एव मम प्रश्नः तत्र. सार्वधातुके यक् न तु आर्धधातुके. रूपमपि भावकर्मणोः समानमेव अस्ति प्रायः तत्र एव. यकारः न आगच्छति अर्धधातुक धातूनां. अस्तु, पश्यामः अग्रे छन्दसि अपि अत्र लिखितमस्ति. आं तदपि अस्ति. प्रायः छन्दसि यकारादिप्रत्ययः अस्ति वा प्रायः? ईवर्णयोर् दीदी वेव्योः, परन्तु तत् सूत्रं वयं कर्मणि न दृष्टवन्तः इति चिन्ता. न भगिनि, धूत्रं नास्ति. अर्धधातुके यक आगच्छति केवलं स्वरधात्विकप्रत्ययपरि एव, कर्मणि भावे च. अस्तु, प्रायः पश्यामि अहं, कुत्रापि अन्यत्र पश्यामि कुत्र. भगिनी अग्रे अस्ति खलु यु योग ति यौति, इकारान्तपदमेव खलु तत्र? न ईवर्णयोर् दीदी वेव्योः इत्यत्र यकारादिप्रत्ययः कुत्र अस्ति? धातुः नास्ति भगिनि. राजेन्द्रमहोदय, भवान् किम् उक्तवान्? कुत्र यकारादि? अत्र छन्दसि वेदे छन्दसि एकमस्ति अपि अहं चिन्तयामि, प्रायशः यङन्तदातु यथा भवति तदा प्रायशः तदापि तदपि सम्भवः अस्ति. अन्यत्र कुत्रापि भवितुमर्हति. तत्र तु अत्र तु सार्वधातुकः आर्धधातुकः इति किमपि न उक्तमस्ति किल. तत्र तद्धित कृत् प्रत्ययः यत्किमपि भवतु दीदी वेवी धातोः परः यदा आगच्छति तत्र प्रायः अन्त्यवर्णस्य ईकारस्य लोपः भवितुमर्हति किल. तदपि सा तद्धितप्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति, आर्धधातुकप्रत्ययः यत्किमपि भवतु अत्र क्षेत्रं तु बृहत् अस्ति, प्रायः तत्र भवति. अस्तु, पश्यामः. अस्तु, रूपाणि साधयामः इदानीं. रघुपतिमहोदय लटि वदति वा प्रथमं? धन्यवादः. एकवारं देवीपीठमस्ति, हिरण्यकाशसिंहपुरस्य अस्ति. अस्तु, लटि एकवारं रूपाणि. अतः एव आत्मनेपदि किल. एकवारं दिधीङ्. अस्तु, दिधीङ् योग ते अत्र किमपि नास्ति, गुण अपि अपि एव अस्ति, पर गुणः अपि न भवति. किमस्ति सूत्रमस्ति? अस्तु, अत्र सूत्रस्य प्रसक्तिः एव नास्ति अत्र दिधिङ् निवेटामि इत्यस्य. अतः दिधीते इति भवति, दिधीते इति अग्रे दिधी योग आते, धिधि योग आते. अत्र धिधि योग आते अचिष्णुद्वाम् इत्यस्य प्रसक्तिः अस्ति, परन्तु इयङ् वङ् आदेशः भवितुमर्हति. परन्तु तत् प्रबाद्य धिधि किमस्ति, एरणेकाचो वा? अस्तु, एरणेकाचो, सोरि, एरणेकाचो असमीपूर्वस्य इत्यनेन यणादेश योग य आते, दीभ्याते इति भवति. अपि च इदानीम् अग्रे अपि तदेव दीध्यते इति रूपं भवति. दीधि योगस्य दीधिसे इति, दीधि योग आते अत्रापि अचिष्टभुवं प्रभाद्य हिरण्यकाशसंयोगपूर्वस्य इत्यनेन अनादेशः इयङादेश प्रभाद्य. अतः दीद् योग य योग इयकारयोग आते, दीध्याते. दीधी योग द्वे केलवर्णमेलन दीधि द्वे. इदानीं दीधी योग ये अस्ति, दीधी योग ये अस्ति, अत्र दीधी योग ये अत्रापि एकवारं किमस्ति कार्यमस्ति वा इति इत्यनयोः विकारस्य लोपः वा यकारादि तस्य विवरणे च परे अस्ति अस्तु दि अत्र यणादेश अचिष्णु तत्र इयङ् ओङ् आदेश तत् भवितुमर्हति तत् सपाद्य यणादेशः भवति दीध्ये इति भवति दीध्ये दीदी महे दीदी महे इति रूपाणि अत्र सूत्रमस्ति किल दीदी वे वीताम् इति तत् सूत्रेण एव गुणः वृद्धिः न भवतः यदा यद्यपि अस्माकं सिद्धप्रत्ययः ते अस्ति तत्र तत्रापि अनेन सूत्रेण एव गुणवृद्धिः न भवतः निति च इत्यस्यापि अपवादः इति वक्तुं शक्नुमः अनेन सूत्रेण गुणः वृद्धिः न भवतः अतः सर्वत्र हलादि क्षम्यतां हलादि एव किल आम् ते इति भवति आते अथे सर्वत्र तु दीदी वेविताम् इत्यनेन एव गुणवृद्धिनिषेधः भवति यद्यपि अत्र गुणस्य प्रसक्तिः एव नास्ति पित् नास्ति अत्र लटि तत्तु वयं साधितवन्तः तादृशं सिद्धप्रत्ययः इति मूलतः साधितवन्तः तदापि वयं वदामः किल सार्वधातुकार्धधातुकयोः सार्वधातुकमपि इति च इत्यनेन गुणनिषेधः दीदी वेवीताम् इत्यनेन गुणनिषेधः तत् प्रक्रिया सर्वदा अनेन एव निषेधः न तु निति चैत्यनेन अथवा एतत्तु निरवकाशत्वं प्राप्नोति किल यदा वयं तस्य गुणवृद्धिः न भवतः इति उक्तम् अत्र वयं न वदामः चेत् सर्वत्र तस्य प्रसक्तिः अस्ति एव दीदी वेवी धातोः दीदी वेवीटाम् इत्यनेन एव गुणवृद्धिनिषेधः समीचीनम् एतत् सर्वत्र वक्तव्यं भगिनि एतत् सर्वत्र कार्यं करोति खलु सर्वत्र इति गुणनिषेधक वृद्धिनिषेधक भगिनि मध्यमपुरुषे एकवचने दीदीशे आदेशप्रत्ययो कोः तदेव मम प्रश्नः अस्ति सर्वम् उक्तवान् वा इति अस्तु राजेन्द्रमहोदय लोट् लकारे वदति वा आं भगिनि लोट् लकारे वदामि भगिनि तत् पूर्वम् इदं वक्तुम् इच्छामि अत्र यो वर्णयो देवयोः तत् सूत्रस्य यकार आदि अपि च यकार अपि च इकार आदि प्रत्ययेषु परे अपि इकारस्य लोपः भवति आम् तदेव किल महोदय यकारादि कुत्र इति तदेव इकारादि लङि एव अस्ति इकार इकारादि यकारादि कुत्र इति एव पश्यामि लेबन्त कृदन्ते कृदन्तेषु अभवन्ति इति उदाहरणम् आदिध्य इति दत्तमस्ति आदिध्यगतः आदिध्यगतः आवेद्यगतः आवेद्य इति वेवीट् आवेद्यते इति अस्ति आं भगिनि लेबन्तम् इति ओन्लि लेप् प्रत्ययः मेबि यकारादौ निवारणयोः इति किम् आदिध्यनम् आदिध्यनम् आवेद्यनम् इति अस्ति आङ् सम्बन्ध आङ् उपसर्गात् लेबन्तः तत्र तिङन्तप्रक्रियायां न भवति प्रायः आं भगिनि कृत्यप्रत्ययः लेबन्तौ सार्वधातुकलकारेषु नास्ति अन्यत्र कुत्रापि प्रायः भवति अन्यत्र सर्वत्र यकारादिप्रत्ययः यत्र कुत्रापि भवतु तत्र भवति. सम्यक्. अस्तु महोदय. अस्तु भगिनि. ताम् आताम् अताम् लोट् लोट् लकारः ताम् आताम् अतां स्व आथां द्वम् ए आवहै आमहै. अस्तु. तां हलादि पित् प्रत्ययः अस्ति तत्कारणात् तत् कोऽपि कार्यं नास्ति. दीधि तां हलादि अपित् एव महोदय. आम् भगिनि. अपित् अपित् प्रत्ययः एव. आम् हलादि अपित् प्रत्ययः अस्ति तत्कारणात् कोऽपि कार्यं नास्ति. निषेधः तत्कारणात् तत् दीधि ताम् अपित् प्रत्ययः उक्तवान्. आमां भगिनि आमामां तत् इदानीम् अवगतम्. दीधि योग आताम् अजादि अपित् प्रत्ययः अस्ति तत्कारणात् तत्र तत्र इकारस्थाने इकार आदेशः भवति. यन् प्रति आदेशः भवति रण् काचो संयोगपूर्वस्य सूत्रेण तत्र दीधि योग आतां दीधियातां क्षम्यतां दीधियातां तथैव बहुवचने दीद्यतां भवति. स्व मध्यमपुरुषे एकवचने लोट्लकारे तत् स्व तत्र हलादि अपित् प्रत्ययः अस्ति तत्कारणात् तत्र कोऽपि कार्यं नास्ति. दीदि स्व अत्रापि सकारस्य शत्वं भवति दीदिष्व चिन्तयामि. सम्यक्. आथां दीदि योग आथाम् अत्र एक अयन् आदेशः भवति अरण्यकाचो पूर्वस्य सूत्रेण तत् दीदि योग आथां दीद्याथां द्वम् अत्र हलादि अपित् अस्ति तत्कारणात् कोऽपि कार्यं नास्ति. दीदिध्वं भवति. ऐ उत्तमपुरुषे एकवचने ऐ प्रत्ययः अस्ति अजादि अपित् प्रत्ययः अस्ति तत्कारणात् तत्र यन् आदेशः भवति पूर्वस्य सूत्रेण तत्र गुणः भवति वा महोदय. तत्र गुणः न भवति यतोहि भगिनि तत् देदी वेविटां सूत्रेण गुण वृद्धिः न भवति. परन्तु अत्र आटः च इति सूत्रेण वृद्धिः भवति खलु भगिनि. लोट् लकारः भगिनि. लकारः दीद्यै इति आगच्छति खलु तत्र एरेनैको इति उत्तमस्य पिच्च आडुत्तमस्य पिच्च भगिनि. आडुत्तमस्य पिच्च समीचीनं. तेन किं भवति पित् अस्ति समीचीनम्. आडुत्तमस्य पिच्च इत्यनेन पित्त्वम् आरोपितमस्ति. इदानीं किं भवति. दीधे योगः गुणः भवति वा. दीधि वीटां गुणनिषेध यन् आदेशः भवति भगिनि. यन् आदेशः भवति. समीचीनं. तत्र दीदि वेविटाम् इत्यनेन गुणनिषेधः भवति. दीदि योगः ऐ अनन्तरं यदा महोदय उक्तवान् तत्र यणादेशः एरेणैकाचो संयोगपूर्वस्य इत्यनेन यन् पुनः वदतु भगिनि. न अवगतं. दीदि इति अस्ति दीदि योगः ऐ. यदा भवती उक्तवती तत्र आडुत्तमस्य पिच्च इत्यनेन पित्त्वम् आरोपितम् अस्तु. पित्त्वम् आरोपितं चेत् गुणः भवति स्म. परन्तु दीदि वेवीटाम् इति सूत्रेण गुणस्य निषेधः भवति. दीदि वेवि इति धातोः गुणनिषेधः सूत्रेण. अनन्तरम् एरनेकाचो संयोगपूर्वस्य इत्यनेन अनन्तरं भगिनी सर्वत्र द्वित्वम् अस्ति खलु अतः अभ्यस्त इति संज्ञा अपि भवति खलु तत्र किमर्थं भगिनि तत्र तु सू तत्र धातु एव दीधि इति तत्र द्वित्वं किमपि नास्ति धातुः एव दीधि तत्र द्वित्वमस्ति खलु लैक् लिट् अनन्तरं रूपमेव दीदिङ् इति भगिनि धातुः एव दीदिङ् वेविङ् इति धातुः एव वयं किमपि न कृतवन्तः न तु दीदि एव दधा इति तत्र ददाति इत्यत्र धा धातुः तत्र द्वित्वं कृत्वा ददाति इति आगच्छति भी इति धातुः बिभये इति धातुः बिभेति तत्र वयं द्वित्वं कृतवन्तः अत्र तु मूले अस्ति तत्र तादृशं किमपि नास्ति अस्तु भगिनि अहं चिन्तितवती एतत् द्वित्वमिति अस्तु भगिनि न धातुरूपी एव दीदि इति अस्ति सम्यक् अनेकाच् आम् सम्यक् दीदि योग आबहै अत्रापि अजादि पित् अस्ति परन्तु दीदि वेविटां सूत्रेण गुण्निषेधः तदनन्तरम् एरेण काचो संयोगपूर्वस्य तत् यकारादेशः भवति दीद्य योग आबहै दीद्याबहै तथैव दीद्यामहै दीद्याबहै दीद्यामहै सर्वत्र दीदि वेविटाम् इत्यनेन गुणनिषेधः सम्यक् धन्यवादः महोदय उषा भगिनी लङ्लकारः वदति वा आं भगिनि लङ् तामत लङ् लृङ् ष्वट् उदातः इति सूत्रेण अडागमः अदीदि त योग त प्रत्यय अदिधि अदिधीत गुणनिषेधः गुणनिषेधः अस्ति सो अदिधीत द्विवचनपत्ये आताम् आतां दीधियोगः आताम् अदिधियोगः आताम् अदिधि आताम् अचि अच् प्रत्यय अचि प्रत्यय सो एरनेका च असयोगपूर्वस्य इति सूत्रेण प्रसक्तिः अस्ति यण् आदेशः भवति अदि यकार आताम् सो अदीद् याताम् बहुवचन अदीद् यत मध्यमपुरुष ताः आथां द्वम् सो अदि धि योगः ताः अदि धि ताः अदि धि योगः आथाम् एरनेका चसयोगपूर्वस्य इति सूत्रेण यण् आदेशः अदि ध् या थाम् अदिधियोगः द्वम् अदिधियोगः द्वम् अदिधि द्वम् उत्तमपुरुष एकवचनम् ई प्रत्ययः ईवर्णयोर् दिधि वेव्योः इति सूत्रेण इति सूत्रेण इकारस्य लोपः भवति अन्त्यवर्णो धातोः अन्त्यवर्णस्य इकारस्य लोपः भवति अदि ध् योगः इ अदि ध् योगः इ विगेट् द सेम् थिङ्ग् अदि धि ओ नो यकार एरनेका च संयोगपूर्व एरनेका च संयोगपूर्वस्य सो अदि ध् यकार ई yakara and then not e e so a di dh yakara ikara adhi adhi adhi d e ah e and dvivachanam a di dhi yogah vahi a di dhi vahi a di dhi mahi samyak samyak bakne uttamam astu Raghupati mahode avidilingi vadati va एकनिमिषं भगिनि अस्तु दीधी योग एकनिमिषं भगिनि दीधी योग ईका इति अस्ति सूत्रमस्ति वा दीधि वेलि इत दे ई वर्णयोर्दिधि देव्योः इत्यनेन अन्त्यस्य अल् वर्णस्य लोपः भवति इति अस्ति अस्तु तर्हि दीद् योग ईत दीधीत इति सर्वत्र इदानीं ई वर्ण अन्तिम ई वर्णस्य लोपः भवति अतः अस्य सूत्रस्य प्रसक्तिः अस्ति एकवारं सूत्रं पुनः वदामि ईवर्णयोर्दिधिदेयोः इत्यनेन ईकारस्य अङ्गस्य ईकारस्य लोपः भवति अतः दिधीत दिधीयाथां दिधीरन् दिधीथाः दिधीयाथां दिधिध्वं दिधीय दिधीवहि दिधीमहि इति सर्वत्र ईवर्णयोर् दीदीव्योः इत्यस्य प्रसक्तिः इकारः परे अस्ति इतः भगिनि न तत्र यदा ईकारस्य लोपः भवति चेत् दीद् योगः ईत इत्येव अस्ति किल लङ्लकारः न भवति खलु भगिनि उक्तवती एरणकाच इति एव भवति कुत्र लङ्लकार लङ्लकारः उक्तवती आसीत् तत्र यकारः न भवति खलु अधीध् योग इ अधीधि इति एव भवति अधीधि इत्येव रूपम् आम् आम् आम् बिकास् दिस् नो अनेक आच् भगिनि अनेकाचपि नास्ति आम् अनेकाच् नास्ति एरनेकाचो असंयोगपूर्वस्य किल इदानीम् एकः अच् तु कातः ओके ओके धन्यवादः सम्यक् आम् वेविङ्ग् अपि समानरूपमेव यदा तत्र एव दत्तमस्ति छान्दसि एव दीदिङ्ग् वेविङ्ग् द्वयोः धातोः प्रयोगः छान्दसि एव भवति वेविङ्ग् अपि आत्मनेपदी धातुः एव अतः वयम् अग्रे सरामः रूपं तु समानम् अस्ति उकारान्त ऊकारान्तदातवः इति प्रति गच्छामः श्रीवल्ली भगिनी पठति वा उकारान्त ऊकारान्तदातवः इति आं भगिनि उकारान्तदातवः भगिनी प्रश्नः अस्ति अत्र लङ्लकारे लङ्लकारे उत्तमपुरुषे एकवचने अत्र यन् आदेशः न भवति वा दीदी इति अधीदि एकवारं पुनः वयं साधयामः दीदी योगः ई अस्ति किल तत्र ईवर्णयोर् दीदीवेव्योः इत्यनेन ईकारस्य लोपः दीद् योगः ई तत्र अनेकाच् नास्ति इदानीम् अतः दीदी इत्येव रूपम् आगच्छति अदीदि क्षम्यताम् अदीदि एरणेकाचो असंयोगपूर्वस्य इत्यनेन अनेकाच् इति नास्ति किल तत्र तस्य निमित्तमेव नास्ति इदानीं परन्तु प्रत्यय इति अनेकाच् नास्ति तस्य प्रतिपदोक्तत्वं न न दीधि ई वर्णयो दीधि वेव्योः इति अस्ति खलु, अतः तस्य बलवत् अपि भवति महति खलु, यद्यपि दीधि अनेकाच् अस्ति इति पूर्वं एरनेकाचो असंयोगपूर्वस्य तत्र तु किमपि प्रतिपदोक्तत्वं किमपि नास्ति किल, न न ई वर्णयोर्दिधिव्यवोः इति सूत्रं प्रतिपदोक्तमस्ति खलु, दिधिव्यवोः वेव्योः इति, अतः तस्य प्रसक्तिः एव भवति खलु, इकारस्य लोपः भवति इति, तस्य प्रसक्तिः तु एव एरणेकाचो संयोगपूर्वस्य अनन्तरम् ई वर्णयोर् दीदिवेव्योः द्वयोः बलाबलचिन्तनं वा, आमां सम्यक्। एरणेकाचो असंयोगपूर्वस्य सूत्रसङ्ख्या का? 64 अङ्गस्य इति अधिकारः अस्ति, यण् आदेशः भवितुम् अर्हति भगिनि, किन्तु अनेका चिकारान्त अङ्गस्य यण् आदेशः भवति अचिपदे ई प्रत्ययः ई अनेका नास्ति, ई प्रत्ययः अस्ति परन्तु सूत्रे अनेका च अङ्गस्य इति दत्तमस्ति, असंयोगपूर्वे अनेका च इकारान्त अङ्गस्य यण् आदेशः भवति अचिपदे, दीदी इति अनेका चैव अस्ति किल, आं भगिनि अत्र यण् आदेशः भवितुम् अर्हति, न धातोः इकारलोपः भवति, सो दीद् एव अस्ति, सो दीद् इकारस्य लोपः दीदि व्योः ई वर्णयो दीधि व्योः इति सूत्रेण लोपः भवति, इकारस्य लोपः भवति, धातोः इकारस्य लोपः भवति, अदीद् योगः ई एव एरनेकाचो असंयोगपूर्वस्य इति सूत्रस्य प्रसक्तिः अस्ति वा नास्ति, एणादेशः तस्मात् पूर्वं प्रथममेव दीदी योगः ई इति स्थितौ एव एरनेकाचो असंयोगपूर्वस्य इत्यस्य प्रसक्तिः तु अस्ति एव किल, अचिपरे अस्ति अचिपरे अनेकाच परन्तु इति नास्ति मेबि परन्तु न भवति, किमर्थम् इत्युक्ते अत्र न कार्यं करोति चेत् सूत्रम् अवकाशः न भवति, निरवकाशत्वं प्राप्य अवकाशः न भवति, इकारलोपः केनाट् हेपन् सर्वत्र न तु नास्ति एव, सम्यक् अस्ति, सम्यक् चिन्तनं सम्यक् अस्ति, ई वर्णस्य एन् एव आदेशः भवति खलु भगिनि, तावदेव न भवति इति चिन्तनं भगिनि, भगिनी अहं चिन्तयामि प्रथमं तत्र एरेण काच असंयोगपूर्वस्य सूत्रस्य कार्यं भवति यन् आदेशः भवति दिधि योग योग इ, अत इदानीम् अत्र यो वर्णीयो दीर्घ्यो वेव्योः सूत्रेण तत् इकारस्य लोपः भवति दिधि अदिधि यकारप्रत्ययपरे आल्सो ई लोपः भवति तत्रापि भवति, परन्तु यणादेशः इति आदि दकारस्य इकारस्य स्थाने धि इकारस्य स्थाने यकार आगच्छति इति एण् आदेशः यकाराधिप्रत्यय भवति चेत् इदानीं यकारस्य लोपः न भवितुम् अर्हति, किमर्थम् इत्युक्ते ई परे अस्ति, इकारस्य लोपः न भवितुम् अर्हति, क्षम्यताम् धातोः इकारस्य लोपः न तत्तु न भवति, यत् अस्माकं चिन्तनं तु सम्यक् एव अस्ति. अधीभि इत्यनेन ई वर्णयोर्धीभि वेव्योः इत्यनेन इकारलोपः अधीभि इत्येव. तदेव समीचीनम् अस्ति. निरवकाशत्वं प्राप्नोति न कार्यं करोति चेत्. एरनायिकाचु असंयोगपूर्वस्य तु बहुत्र कार्यं करोति. वयं तु स्वाधिगणे अपि दृष्टवन्तः किल. अत्र पुष्पादीक्षित् महोदय यः प्रक्रिया पुस्तकम् अस्ति तत्र अस्ति यकारः अस्ति तद् दोषः महोदय. अहमपि मम नोट्स् मध्ये लिखितवती. प्रायः अस्माकं वर्गे अपि चिन्तनं जातम् इति चिन्तयामि. तद् दोषः इति स्टार् मार्क् कृत्वा रूपं पुनः लिखितवती अत्र पूर्वं बहु पूर्वं प्रायः तद् दोषाय अधीधि इत्येव भवति. तदपि तद् साधु अपि किल. अस्माकं चिन्तनं यदा अस्ति तत्र अत्र न कार्यं करोति चेत् सूत्रस्य एव व्यर्थता भवेत् किल. अतः तत् तादृशमेव भवेत् अधीधि इत्येव साधु. अस्तु. न परन्तु रघुपति महोदय उक्तवान् दीधि दीदि इति प्रतिपदक्तव्य अपि नास्ति वा? कुत्र दीदि दीदि द्योः अङ्गस्य इति दत्तमस्ति अत्र प्रतिपदोक्तत्वात् यदा राजेन्द्रमहोदय गतसप्ताहे उक्तवान् सर्वत्र तद् न वक्तव्यं. यत्र अपवादः इति क्लियर् अस्ति अपवादः एव स्वीकरणीयं. यत्र अस्माकं बहु क्लेशः अस्ति तत्र वयं वक्तुं शक्नुमः प्रतिपदोक्तत्वम् इति. क्लारिटि नास्ति चेदेव वयं तत्र गन्तव्यं. यदा अपवादः इति क्लियर्लि अस्ति बट् हियर् इट् इस् गिवन् ओन्ली विथ् रेस्पेक्ट् टु ओन्ली दिस् टु धातुस् वै शुड् नाट् वेट् टेक् इट् अस् प्रतिपदोक्तेन. परन्तु एरणेकाचो असंयोगपूर्वस्य दीदि ई वर्णयोर्दीदि वेव्योः इति सूत्रस्य बलाबलचिन्तनं कुर्मः चेत् एरणेकाच असंयोगपूर्वस्य तस्य क्षेत्रं तु बृहत् अस्ति. एतत्तु लघुक्षेत्रम् इति तत्र वयं वि केन् डिफैन् इट् किल. न डेफिनिशन् कर्तुं शक्नुमः. तत्र वयं यत्र दृष्टवन्तः तत्र तु बहु क्लेशः आसीत्. तादृशस्थलेषु वयं प्रतिपदोक्तत्वम् इति स्वीकुर्मः. So there is no this thing between apavada sutram and pratipadoktena which is balam. Na na tadrisham tadrisham nasti va lakshanasya kim grahanam pratipadokta svasya eva grahanam iti drishtavantah kila. बलम् अधिकम् इत्युक्ते यदा वयं तादृशं किमपि नियमः नास्ति. परन्तु वयं यदा क्लियर्लि वि केन् सी इट् अपवाद अपवादः एव स्वीकरणीयः. यत्र बहु क्लारिटि नास्ति तत्र एव प्रतिपदोक्तत्वम् इत्यस्य चिन्तनमेव भवेत्. अस्माकं वर्गे बहुत्र नास्ति. महोदय पुनः पुनः वदति तादृशं चिन्तनं मास्तु. अत्र तु अपवादः वा यदा अन्यत्र किमपि सर्वं चिन्तनं कृत्वा अन्ते किमपि नास्ति चेदेव प्रतिपदोक्तत्वम्. अस्तु अस्तु सरामः. चिन्तनं सम्यक् आसीत्. इदानीम् उकारः किल. उकारान्तधातवः ऊकारान्तधातवः च चतुर्दशधातवः हु टुक्ष् क्ष्णु णु द्यु यु षु ष्णु ऊर्णु रु ह्नुङ् ष्टुङ् ब्रूङ् षूङ् सामान्यः ओकारान्तधातवः नवधातवः हलादिपित्सु हलादिपित्सु उतो वृद्धिर् लुकि हलि इत्यनेन वृद्धिः. यु योगः यु धातु यु योगः ति प्रत्यययोजनेन यकारः औ योगः ति औति इति भवति. वृद्धिः भवति यौति हलादि पित् प्रत्यये परे. अजादिपित्सु गुणः अवादेशः स्वयावायवः इति सूत्रेण अजादिपित्सु युयोगः आनि इति यो योगः आनि भवति यो एचो यावयवः औ आदेशः भवति रूपं यवानि इति भवति हलादि अपित्सु मिति च इति सूत्रेण गुणनिषेधः भवति उदाहरणं युयोगः तः गुणनिषेधः भवति इति चेत् रूपं युतः इति भवति भगिनी अत्र वेविङ्ग् त्यक्तवती वा छन्दसि अस्ति उक्तवती किल भगिनी समानरूपं यदा दीदिङ्ग् वेविङ्ग् रूपमपि समानमेव इति उक्तवती किल अस्तु भगिनि अजादि अपित्स् निति च इति सूत्रेण गुणनिषेधः भवति अचिष्णु धातु ब्रुवां युवरिङ् इवङ्गुवौ इत्यनेन ओम् आदेशः भवति युयोगः अन्ति इति रूपं उकारस्य स्थाने अवादेशः भवति युवन्ति इति रूपं भवति अस्तु अत्र नूतनसूत्रमस्ति उतो वृद्धिर् लुकि हलि इति सामान्यधातुः उकारान्त प्रथमं सामान्यधातुः उकारान्तधातुः नवधातुः अनन्तरं विशेषधातुः आगच्छति अतः पठतु भगिनि उतो वृद्धिर् लुकि हलि सूत्रम् आं भगिनि उतो वृद्धिर् लुकि हलि 7389 लुकः विषये अनभ्यस्तस्य उदन्ताङ्गस्य वृद्धिः हलादि पित् सार्वधातुक प्रत्यये परे येन विधिः तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः न तु केवलम् उकाररूप्यङ्गम् अलोन्तस्य इत्यनेन अङ्गान्तस्य उकारस्य स्थाने वृद्धि आदेशः उतः षष्ट्यन्तं वृद्धिः प्रथमन्तं लुकि सप्तम्यन्तं हलि सप्तम्यन्तम् अनेकपदमिदं सूत्रं नाभ्यस्तस्याचि इति सार्वधातुके इत्यस्मात् ना अभ्यस्तात् इति सार्वधातुके इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् उतः अङ्गस्य वृद्धिः लुकि हलि पिति सार्वधातुके न अभ्यस्तस्य इति अङ्गस्य उतः अङ्गस्य उकारान्त उदन्त अङ्गस्य वृद्धिः भवति लुकि लुकः विषये अनभ्यस्तस्य लुकः विषये इति किमर्थं भगिनि लुकि लुक् इत्युक्ते लुक् इति लोपः अदर्शनं लुक् अस्माकं गणः कः इदानीम् अदादिगणे अदादिगणे किं भवति आं भगिनि लुक् लुक् भवति आं भगिनि ओ इति लुकि लुकि विषये आं भगिनि ओके लुकि हलि पिति सार्वधातुके हलादि पित् सार्वधातुकप्रत्यये परे न अभ्यस्तस्य इत्युक्ते अभ्यस्तस्य विषये न अभ्यस्तस्य विच् इस् नाट् अभ्यस्त इत्युक्ते अभ्यस्त हि द्वित्वं भवति द्वे धातोः अभ्यस्तं अभ्यस्तसंज्ञा संज्ञा भवति संज्ञा द्वित्वं भवति सम्यक् अतः तत्र न भवति इति इदानीं यथा तत्र उदाहरणं वदतु उदाहरणं यथा यु योगः ति इति कर्तृत्वे सार्वधातुकप्रत्यये परे कर्तरि शप् आयाति युयोगः शप् योगः ति या शपः लुक् आदिप्रभृतिभ्यः इति चेत् लुक् भवति शपः लुक् भवति युयोगः ति इति भवति उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिः भवति उकारस्य स्थाने औ आयाति यकारः औ योगः ति रूपं भवति यौति यौति इति रूपं यतो वृद्धिर्लुकि हलि हलि इत्यनेन उकारः वृद्धिः भवति क्षम्यताम् सम्यक् अस्तु रूपं साधयामः. अत्र किमपि नूतनसूत्रं किमपि नास्ति किल. अत्र भगिनि दीदि वेवीटम् इत्यस्य गुणः नास्ति, वृद्धिः नास्ति, परन्तु उतो वृद्धि लुकि हलि इत्यनेन उदन्ताङ्गस्य वृद्धिः भवति. तत्र फरक् अस्ति खलु भगिनि? आम्, तद् तत्तु इकारान्तधातुः, एतत्तु उकारान्तधातुः. उकारान्तधातुः सामान्यधातुः उतो वृद्धिर्लुक्कि हलि इत्यनेन वृद्धिः भवति. अलादिपि सार्वधातुकप्रत्यये परे. आम् अस्तु, रूपं साधयामः. भगिनी भवती एव लटी करोतु, विजया भगिनी. आं भगिनि, एतत् सूत्रमेव सर्वत्र कार्यं करोति. उ इति तत्र यु इति दातु, यु यु योगः तत्र. अस्तु भगिनि, लट् लकार परस्मैपदं, लट् लकारः तत्र ति इति प्रत्ययः, तीतः अन्ति, सीतः त, मी वहमः, तत्र यु इति अस्ति. तत् अतो वृद्धि लुखि हलि इति सूत्रेण वृद्धिः भवति, यौ भवति, अनन्तरं ति योजनेन यौति इति आगच्छति. अनन्तरं युतः यु अस्ति, अतः यु वर्णमेलनम् एव खलु भगिनि तत्र युतः. अनन्तरं युवन् युवन्ति इति अस्ति, तत्र अचिष्णुवोर् भ्रुवो युवो एतत् कार्यं करोति, अतः तत्र अकारस्य स्थाने युवन्ति इति भवति. कस्य स्थाने किं भवति भगिनि? युवन्ति इति अस्ति खलु भगिनि तत्र बहुवचनं, प्रथमपुरुष बहुवचनं, यु योगः अन्ति, कस्य स्थाने यु योगः अन्ति, तत्र इकारस्य स्थाने उकारस्य स्थाने एव अचिष्णुवो भ्रुवो इति कार्यं करोति. तत्र सार्वधातुक न भवती सम्यक् एव वदति, उवाङ्ग आदेशः कस्य स्थाने उवाङ्ग? वकारस्य स्थाने. कुत्र वकारः अस्ति? युवन्ति इति अस्ति तत्र. युकारः न रूपं विस्मरतु, रूपमेव मनसि न, यु अन्ति. इदानीं कस्य वर्णस्य स्थाने उवङ्गादेशः भवति? युकारस्य स्थाने, उकारस्य स्थाने, उकारस्य स्थाने अचिष्णुवर् इति कार्यं करोति. इदानीं वर्णं मेलनं करोतु, यु योगः, यु यु इत्यस्य उकारः स्थाने उवङ्ग. आम् आम्, उकारस्य स्थाने उवङ्ग आगच्छति. यकारः उवङ्ग् अन्ति. इदानीं वर्णमेलनं करोतु, उवङ्ग् अन्ति. उकारस्य स्थाने एव तत्र वकारः आदेशः भवति. उकारः किं भवति तदा? उवङ्ग् इति आदेशः. अतः यकारः उव आगच्छति. अनन्तरं उवस्थाने न उस्थाने उव उस्थाने वकारः आगच्छति. किमर्थं तत्र भगिनी, भवत्याः पार्श्वे एक लेखनी वा अङ्कनी वा किमपि अस्ति वा? मम समीपे अस्ति भगिनि. पत्रम् अस्ति वा? एकं पत्रम् अस्ति वा? लिखतु. यु यकारः, यकार यु योगः अन्ति. समीचीनम्. इदानीम् उकारस्य स्थाने उवङ्ग आदेशः, यकारः उव उव् उवङ्ग् किल, तत्र उव् उव् योगः अन्ति. इदानीं वर्णमेलनं करोतु, यकारः उव् यकारः उव योगः हन्ति वर्णमेलनं करोतु तत्र वकारः अन्तिमवर्णः तत्र अन्ति अस्ति यकारः यकारः योगः उव योगः अन्ति तत्र यकारः योगः उकारः कः यकारः योगः उकारः युव इति आगच्छति समीचीनम् अनन्तरं वकारः योगः अकारः तत्र वा एव अस्ति खलु इदानीं वदतु युवावदेव तावदेव तावदेव किल कस्य स्थाने आदेशः इति द्रष्टव्यं रूपाणि पार्श्वे मा स्थापयतु भवती एव चिन्तयतु युकारः योगः सि इदानीं करोतु मध्यमपुरुष मध्यमपुरुषः युकारः तत्र उतो वृद्धि लुकि हलि इति सूत्रेण तत्र वृद्धिः भवति यकारस्य स्थाने यौ इति आगच्छति अनन्तरं सा सि एव अस्ति परन्तु तत्र आदेशप्रत्ययोः इति स्थाने सकारस्य स्थाने मूर्धन्य शकारः आगच्छति अतः यौषि इति भवति सम्यक् अनन्तरं युतः तत्र वर्णमेलनमेव यु योगः तः मध्यमपुरुष बहुवचनमपि यु योगः त युत इति आगच्छति अनन्तरं यौमि तादृशमेव उतो वृद्धि लुकि इति हलि इति सूत्रेण यौ आगच्छति अनन्तरं मि योजनेन यौमि इति आगच्छति युवः युमः तादृशमेव यु योगः वः यु योगः मः सम्यक् तत्र तादृशमेव तावदेव भगिनि समीचीनं अस्तु अतः तत्र यत्र यत्र उतो वृद्धिर्लुकि हलि इत्यस्य कार्यम् अस्ति तत्र पिति अपि अस्ति अपिति अपि हलादिपिति सार्वधातुके इत्येव तस्य कार्यम् अस्ति किल अतः तद् तु अस्माकं सार्वधातुकार्धधातुकयोः प्रभाद्य अस्य कार्यम् उतो वृद्धिर्लुकि हलि इत्यस्य कार्यं भवति तद् स्मर्तव्यं सर्वदा सार्वधातुकात् अनन्तरम् अस्तु भगिनि धन्यवादः अस्तु राजेन्द्रमहोदय लोटि वदति वा आम् भगिनि युयोग तु हलादिपित् प्रत्ययः अस्ति अतो हि तत्र उतो वृद्धिर्लुपि लुकि हलि सूत्रेण तत् वृद्धि आदेशः भवति यु यौ भवति यौ तु रूपं निष्कणं तात् हलादि अपि अस्ति तत् कारणात् कोऽपि किमपि कार्यं न अस्ति युतात् युतात् एव भवति तां युतां तत्रापि हलादि अपि अस्ति तत् कारणात् कोऽपि कार्यं नास्ति युताम् अन्तु युयोग अन्तु अत्र अजादि अपि आम् अजादि अपि प्रत्ययः अस्ति युयोग अन्तु अत्र तु अचिशृणुदातु ब्रह्म युवङ्गो तत्र जातिप्रत्ययः अस्ति परे तत्कारणात् तत् उकारस्य स्थाने यकार उत्तरवर्ति उवर्णस्य स्थाने उ आदेशः भवति य योग उयोग अन्तु युवन्तु युवन्तु मेलनं मिलित्वा युवन्तु भवति यु योग हि अत्र हलादि अपि प्रत्ययः अस्ति तत्कारणात् तत् कोऽपि कार्यं न अस्ति तत्र युहि अत्र तात् युतात् हलादि अपि अस्ति तं हलादि अपि अस्ति युतं त हलादि अपि अस्ति युत् आनि अजादिपि प्रत्ययः अस्ति तत् कारणात् तत्र केवलं तत्र यचोयवायावः युयोग आनि अव आदेशः भवति यवाणि यवाणि भवति यवाव यवाम गुणः भवति वा महोदय तत्र अजादिपित् अस्ति अजादिपि युयोगः आनि आं भवति गुणः भवति क्षमतां क्षमताम् अहं दोषः कृतः आम् युयोग आनि अजादि पित् प्रत्ययः अस्ति तत्कारणात् तत्र पित् प्रत्ययः अस्ति तत्कारणात् तत्र गुणः भवति यौ यु यो यो योग आनि यवानि तदनन्तरं एच वायावः भवति यवानि यवाव यवाम् आं क्षमतां सन्तोषः नास्ति चिन्ता समीचीनं धन्यवादः तत्र आर्ट् उत्तमस्य पिच्छे कार्यं न करोति वा भगिनि आकारः इति भगिनी तत्तु तत्र प्रत्ययः अस्ति सिद्धति प्रत्ययः अस्ति पूर्वमेव तत् कार्यं पूर्वम् अभवत् आं जि आं जि समीचीनम् अस्तु अरुणा भगिनी लङ्लकारे करोति वा भगिनि लङ्लकारे प्रत्ययः ताम् अन् तं त अं वाम अडुत्तम अडा लुङ् लुङ् षुड्वादौ इति सूत्रेण अडागम् आगच्छति आ योगः यु अयु अयु योगः अपित् अस्ति ततः वर्णमेलम् अयुत् ताम् अयु अपित् अस्ति वा तकारः ओ परस्मैपदी रूपं अयौत् गुणः भवति अयौत् इति रूप वृद्धि किमर्थं वृद्धिः वा गुणः वा कुतो वृद्धिर्लुक्ति हलि रूपं हलाति अयौत् औ औ अयौत् अयौ योगः तकारः इदानीं कुतो वृद्धिर्लुकि हलि अयौत् समीचीनम् अयौत् यदा गुणः भवति चेत् अयोत् इति भवति किल आं भगिनि समीचीनम् उत्तमम् तामते अपित् हलादि अपित् अस्ति अयुताम् अयुतम् उत्तम पुरुष बहुवचने अन् इति प्रत्ययः अयु अन् अजादि अपित् अस्ति अचिष्णुधातु ब्रुवाम् इति सूत्रेण उ आदेशः भवति अयु वन् मध्यमपुरुषे अयुष् अयुष् ससजशोरुः इति सूत्रेण अयुष् अयुः अयुः भगिनि तत्र गुणः भवति वा अतो वृद्धिसूत्रेण वृद्धिः भवति अयुतम् अयुत अम् अत्रापि वृद्धिः भवति अयौ आम् औकारः आकारः अयावम् अयावम् पदंपुरुष उत्तमपुरुष द्विवचनं वकारः अलादि अपित् अस्ति अयुवा अयुमा समीचीनम् अत्र यत्र यत्र गुणस्य प्रसक्तिः अयवम् अयुव अयुम यत्र यत्र गुणस्य प्रसक्तिः अस्ति तत्र तत्र उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिः भवति तद् स्मर्तव्यम् अस्मिन् उकार उकारान्तधातुः अस्ति चेत् किं भवति इति अदादिगणे भगिनि मध्यमपुरुष उत्तमपुरुष द्विवचनं रूपं किं भगिनि अयुव अयुम अयुम अयुव अयुम इति सम्यक् श्रीवल्ली भगिनी विधिलिङ्ग् वदति वा आं भगिनि भगिनी अत्र लङ् उत्तमपुरुषमध्ये अयवम् इति अस्ति खलु तत्र यान्तवन्तदेशे सन्धि कार्यं करोति वा यचो एव इति सूत्रेण प्रथमं लुङ् लङ् इति अकारः आगच्छति अनन्तरं तत्र सूत्रं धातु यु अस्ति तत्र उकारस्य स्थाने उपदेशे अज अनुनासिके इति सूत्रेण इत् भवति वा धातोः उकारस्य कथं भगिनि इत् परन्तु तत्र अयमम् इति आगच्छति खलु यदा भवती उकारस्य इत् करोति चेत् प्रथमं यदा लट्टीरूपं साधयति तत्र एव वयं कुर्मः किल एतत्तु अनुनासिक उकारः एव नास्ति यु इति धातुः अनुनासिक उकारः नास्ति समीचीनम् यु अयोगः यु योगः अम् इदानीं कस्य सूत्रस्य कार्यम् आयोगः यु योगः अम् तत्र उकारः योगः अकारः अकारः तत्रापि पित् पित् वर्णः अतः अत्र प्रथमं गुणः गुणः एव भवति ओकारः भवति खलु भगिनि अयो योगः अम् ओकारः अकारः ओकारः भवति अयो अवो अयो योगः अम् अयो अयो योगः अम् तत्र तत्र एव यचो यवायावः कार्यं करोति अव इति आगच्छति इदानीम् आगच्छति वा हरुणा भगिनी तत्र उतो वृद्धिर्लुकि हलि किमर्थं न कार्यं करोति तदेव अहं चिन्तयामि भगिनि धन्यवादः गुणः एव भवति धन्यवादः कस्य क्रमः भगिनी श्रीवल्ली भगिनी विधुलिङ्गि वदति वा विधुलिङ्गे यातां युः याः यातं याता यां याव याम सर्वे प्रत्याः हलादि अपित् प्रत्याः हलादि अपित्सु गुणनिषेधः भवति नितिचा इति सूत्रेण सो रूपाणि यु योगः यात् युयात् यु योगः याताम् युयातां यु योगः युः युः यु योगः याः यु याः यु योगः यातं युयातं यु योगः यात युयात यु योगः यां रूपं युयां यु योगः याव युयाव यु योगः याम युयाम इति रूपाणि सम्यक् धन्यवादः महोदय अस्ति वा रघुपति महोदय आं भगिनि इदानीम् आगतम् एवमेव अवशिष्ट अष्टौ सामान्यदातवः एकवारं एवमेव अवशिष्टाः अष्टौ सामान्यदातवः कुशब्दे कौति अस्तु अस्तु कौति इति अत्र लुकि उतो किमस्ति उत वृद्धि हलि इति एकवारं उतो वृद्धिर् उतो उतो वृद्धि हा उतो वृद्धि लुकि हलि इति अस्ति अस्तु एकवारं कुत्र हा अस्तु अक्षु शब्दे क्षौति क्षणु त्यजने अत्रापि श्नौति नु नु स्तुतौ नौति अस्तु अत्र धातोः नु इति नकारः भवति नोणः इत्यनेन नौति दै द्यु अभिगमने द्यौति शप्रसवेश्वर्यौ अस्तु सूय सौति प्रसव अस्तु शू इति अस्ति अत्र सः श्वः भवति सौति श्नु प्रसवणे स्नु अस्तु, अत्रापि सकार सकार स्नौति, हनु स्नु इति अस्ति अपनयने, नित्वात् आत्मनेपदे हुनु इति अस्तु, हृनुते इति भवति, हृनुते वृद्धि नास्ति, वृद्धि नास्ति, तस्य विषये अस्ति अत्र किमपि विशेषसूत्रमस्ति इति चिन्तयामि, परन्तु ते इति वृद्धि गुणान् न भवति खलु तत्र नुते कुनु इत्यस्य वा, हा किमपि नास्ति खलु, अपि किमपि नास्ति नुते इति समीचीनं, नु एव अस्ति वर्णमेलनेनैव नुते, आम् अस्तु, इदानीं तत्र किं भवति इत्युक्ते अचिष्णुधातुगुवां वयं तु बहुवारं पठितवन्तः इति कृत्वा अग्रे सरामः, ऊर्णै आच्छादने इति धातुः विशेषधातुः अस्ति, तत्र विशेषसूत्राणि अपि सन्ति, महोदय भवान् एव आरम्भं करोतु, ऊर्णै आच्छादने, ऊर्णे ऊर्णै आच्छादने इति धातु, ऊर्णै आच्छादने इति धातुः, ऊर्णतेर्विभाषा इति सप्तमध्यस्य तृतीयपादस्य नवतितमं सूत्रमस्ति, ऊर्णधातोः उकारस्य विकल्पेन वृद्धिः हलादिपिति प्रत्यये परे ऊर्णु इति ऊर्णयोगति ऊर्णौति अपि च ऊर्णोति, ऊर्णोति ऊर्णौति इति रूपद्वयम्, ऊर्णोति ऊर्णौति, एकवारम् अत्र अद्भुतो वृद्धिर्लुकि हलि हलि अस्तु, न न उतो वृद्धिर्लुक् पश्यन्नस्मि, तद् नास्ति, तद् नास्ति एव उत् अस्ति अत्र ऋस्व अस्ति उत् वा तत्र, न न ऊर्णुधातोः उकारस्य विकल्पेन वृद्धिः इति एकस्मिन् पक्षे, यदा वृद्धिः न भवति चेत् अस्माकं सामान्यसूत्रं गुणः, अत्र उत् अस्ति ह्रस्व तपर तपर वा अहं न कुत्र महोदय, उतो वृद्धि उत् इति तपरकरणं वा तत्र अङ्गस्य उकारान्तरूपी अङ्गस्य प्रायः उतः इति तपरकरणं वा लन्तस्य तपरकरणम् उदन्त अङ्गं किम् उतः उदन्त अङ्गं तपरकरणं तदपि नास्ति तेन न भवति अतः तेन न भवति अतः ऊर्णोति विभाषा अत्रापि उदन्ताङ्गमेव किल महोदय किमर्थम् परन्तु ऊदन्त अन्त क्षम्यताम् ऊर्ण इति अस्ति उदन्त एव उदन्त एव क्षम्यतां प्रथमं उकारादि इति ऊकारादि इति दृष्टवान् आसीत् अस्तु ऊर्णु इति एव अस्ति अस्तु तर्हि तस्य अपवादः अस्ति वा हा अस्ति अपवादः न उतो वृद्धिर्लुकि हलि ऊर्णुतेर्विभाषा इति सूत्रद्वयं स्वीकरोति चेत् अत्रापि हलादिपिति प्रत्यये परे वृद्धिः विकल्पेन भवति परन्तु उतो वृद्धिर्लुकि हलि तस्य कार्यं किम् अत्र सर्वत्र भवति अत्र यत्र ऊर्णधातो एव अस्ति प्रथमं तु तत्र वृद्धिः नित्यत्वेन भवति परन्तु कार्यं समानं परन्तु विभाषा अस्ति अपि च प्रतिपद उक्तमस्ति विभाषा अपवादः एव वा प्रतिपद नास्ति अपवादः एव प्रतिपदोक्तत्वम् इति तु सुलभतया वक्तुं अन्यथा किमर्थं तस्य एव न न समर्थनं तु भवति एव यदा प्रतिपदोक्तत्वम् इति वदामः किमर्थम् इत्युक्ते तत्तु ऊर्णुधातोः विषये एव किल अन्येषां कृते नास्ति नास्ति तदपि वक्तुं शक्नुमः परन्तु अपवादः अस्ति इदानीम् ऊर्णुतेर्विभाषा इत्यस्य अपि अपवादः अस्ति अस्तु अग्रे अस्य अपवादः अस्तु अस्य अपवादः गुणः अपृक्ते ऊण् धातोः उकारस्य गुणः एव भवति न तु वृद्धिः अपृक्ते हलादि पित् सर्वधातुके प्रत्यये परे अस्तु अपृक्त एकाल् प्रत्ययः इत्यनेन यस्मिन् प्रत्यये एकः वर्णः अल् तस्य अपृक्तसंज्ञा भवति हलादि अपि सु लङि त इप्सा च इति द्वौ प्रत्ययवस्तः अतः तयोः परयोः केवलं गुणः भवति न तु वृद्धिः अस्तु अपृक्त एकाल् प्रत्ययः इत्यनेन गुणो अपृक्ते हा हा किल अपृक्तसंज्ञा इदानीं पर्यन्तं वयं न दृष्टवन्तः किल आमामाम् एकाल् एकाल् प्रत्ययः अस्ति चेत् अपृक्तसंज्ञा भवति अपृक्त एकाल् प्रत्ययः इति सूत्रेण तस्य अपृक्तसंज्ञा भवति अतः हलादि अपि सु लङि अपि च मध्यपुरुषे एकवचने इति स इति अतः तत्र केवलं गुणः भवति न तु वृद्धिः इति अस्ति अन्यत् सर्वं यु धातुरिव अस्ति धातुरिव भवति अन्यत् सर्वं भवान् एव तत्र ऊर्णतेर्विभाषा इति सूत्रं पठतु महोदय सूत्रं पठित्वा ऊर्णते ऊर्णोतेर्विभाषा ऊर्णधातोः उकारस्य विकल्पेन वृद्धिः हलादिपित् सर्वधातुके प्रत्यये परे अलोन्तस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने वृद्धि आदेशः भवति ऊर्णतेर्वि षष्ट्यन्तं विभाषा प्रथमान्तं द्विपदमितं सूत्रम् उतो वृद्धिर्लुकि हलि इत्यस्मात् वृद्धिः हलि इत्यनयोः अनुवृत्तिः नाभ्यस्तस्याचि पिति सर्वधातुके इत्यस्मात् पिति सर्वधातुके इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् ऊर्णोतेः अङ्गस्य विभाषा वृद्धिः हलि पिति सर्वधातुके इति अस्ति ऊर्णधातोः उकारस्य विकल्पेन वृद्धिः भवति इति इदं सूत्रं वदति हलादि पित् सार्वत्रिके प्रत्यये परे इति हलादि पित् अस्ति चेत् विकल्पेन अपि च अपृक्ते एकालपि पठतु महोदय अपृक्ते एकाल् प्रत्ययः यस्य प्रत्ययस्य एकेव अल् तस्य अपृक्तसंज्ञा भवति एकश्च असौ अल् एकाल् कर्मधारया अपृक्तः प्रथमान्तम् एकाल् प्रथमान्तं प्रथम प्रत्ययः प्रथमान्तं त्रिपदविधं सूत्रं सूत्रं स्वयं सम्पूर्णम् एकाल् प्रत्ययः अपृक्तः अग्रे एकाल् यदि एक एव अल् अल् इत्युक्ते एक एव प्रत्ययः वर्णः एक एव वर्णः अस्ति चेत् सर्वे स्वराः खलु भगिनि अल् इत्युक्ते स्वरः न सर्व स्वराः माहेश्वरसूत्रेषु ये वर्णाः सन्ति सर्वे स्वराः सर्वेषां भवति एव वा सर्वे वर्णाः स्वर्णे वर्णाः एकः एव अल् इति किल अकारः आरभ्य हल् पर्यन्तं सर्वे वर्णाः कीदृशसूत्रं महोदय एतत् एतत् संज्ञासूत्रमस्ति एक एव अल् अस्ति चेत् तस्य अपृक्तसंज्ञा भवति एकाल् प्रत्ययः अस्ति चेत् यत्किमपि न एकाल् प्रत्ययः अस्ति चेत् तस्य अपृक्त बहुत्र तस्य कार्यं भवति अग्रे आगच्छति अतः सूत्रं स्मर्तव्यम् एकाल् प्रत्ययः अस्ति चेत् तस्य नामकरणम् अपृक्त इति प्रत्ययस्य विषये एव किमर्थमित्युक्ते प्रत्ययस्य कार्यं भवति अतः एव समीचीनं धन्यवादः महोदय अत्र अपृक्त एकाल् प्रत्यये इत्युक्ते तत्र एकः एव वर्णः तत्र अस्ति इति अस्ति किल लङ्लकारे प्रथमपुरुष एकवचने सकारः अस्ति, तद् एक एव अल्, तत्र स्वरः मास्तु, एकः एव अल्, तदेव एक अपृक्त इति सम्यक्. अस्तु, उषा भगिनी पठति वा गुणो प्रश्न. गुणो अपृक्ते ऊर्णु धातोः उकारस्य गुणः एव भवति, न तु वृद्धिः. ऊर्णु धातोः उकारस्य गुणः एव भवति. अपृक्ते हलादिपित् सार्वधातुकप्रत्यये परे अलोन्तस्य इत्यनेन अङ्गस्य वर्णस्य स्थाने गुण आदेशः. गुणः प्रथमान्तम् अपृक्ते सप्तमीयन्तं द्विपदमिदं सूत्रम्. उतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः न अभ्यस्तस्य अचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः. ऊर्णोतेर्विभाषा इत्यस्मात् ऊर्णोतेः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् ऊर्णोतेः अङ्गस्य गुणः हलि पिति अपृक्ते सार्वधातुके. ऊर्णो हलीप् इति अपृक्तप्रत्ययः परः चेत् ऊर्णोतेर् अङ्गस्य गुणः एव भवति, न तु वृद्धि. समीचीनम्. अतः तत्र एकं चिन्तनम् ऊर्णुतेर् विभाषा इत्यनेन विकल्पेन वृद्धिः भवति हलादिपित् सार्वधातुकप्रत्यये परे. गुणो अनन्तरं सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति, गुणः भवति. अत्र नूतनसूत्रं किमर्थं तत्र सार्वधातुकार्धधातुकयोः एव भवितुम् अर्हति किल, तदपि 7.3 इत्यस्य एव प्रदेशे अस्ति, परन्तु नूतनसूत्रं किमर्थं? दिस् इस् फर् ओन्ली फर् अपृक्तप्रत्यय. समीचीनम्. अनन्तरं हलीप् इति अपृक्तप्रत्यये परे एव अङ्गस्य गुणः ऊर्णोतेः. अपृक्त नास्ति चेत् वृद्धिः, गुणः विभाषा इत्यस्मात् गुणः अपि भवति. अस्माकं सार्वधातुक अर्धधातुकयोः इति प्रत्ययः तु तकारः सकारः तत्र न कार्यं करोति वा? सार्वधातुक अर्धधातुकयोः तकारः सकारः गुणः भवति चेत् इट् शुड् डू देट्. सो ऊर्णोतेर्नूतनसूत्रं गुणो गुणः अपृक्ते गुणः अपृक्ते सकारः सकारः या इट् शुड् डू देट् वै दिस् सूत्र अट् आल् लाघवं विस्मृतवान् प्रायः पाणिनिना, लाघवं न आवश्यकमिति चिन्तितवान् वा? सार्वधातुक अर्धधातुकयोः सूत्रं तु सर्वत्र कार्यं कर्तुं शक्नोति. भगिनि हलीप् इति दिस् इस् हलीप् इति आल्सो ऊर्णधातोः विषये ऊर्णधातोः तत्र गुणोपृक्ते एव दत्तमस्ति किल, तत्र ऊर्णुतेः इति अनुवृत्तिरूपेण आगच्छति, परन्तु सार्वधातुक अर्धधातुकयोः तत्र एव अस्ति किल, तत्तु न वदति ऊर्णुतोः इति न कार्यं करोतु इति किमपि नास्ति तत्र. तस्मिन्नेव अधिकारे अस्ति सार्वधातुके. न उक्तं चेत् अत्र विभाषा भवति निषेधः एव कर्तुं शक्नुवन्ति किल, गुणोपृक्ते इत्यस्मात् अत्र विभाषा इत्यनेन रूपद्वयं वयं साधयामः, एकस्मिन् पक्षे वृद्धिः भवति अन्यस्मिन् पक्षे तु गुणः भवति, तत्र वयं निषेधमपि कर्तुं शक्नुमः किल वृद्धेः. एकं सूत्रं पुनः तदेव वदति किल, वृद्धेः निषेधः भवति गुणोपृक्ते, तत् तदपि करोति किल गुणोपृक्ते. गुणः एव भवति वृद्धिनिषेधः न वदति, परन्तु वयम् अवगन्तुं शक्नुमः. तादृशसूत्रस्य नाम किं? वृद्धिनिषेधसूत्र न न न न न तत् निषेधं तु साक्षात् न वदति किल, सीमां स्थापयति. अपवादसूत्र नियमसूत्रं नियमसूत्रं प्रथमवारं प्रायः अस्माकं वर्गे वयं पश्यामः. नियमसूत्रम् अन्यस्य सूत्रस्य कार्यप्रदेशं नियमयति. सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. अनन्तरम् ऊर्णोतेर्विभाषा इत्यनेन विकल्पेन वृद्धिः भवति. अन्यस्मिन् पक्षे तु गुणः भवति एव. इदानीं पुनः एकं सूत्रं गुणोरप्रकृते इत्यनेन गुणः एव भवतु इति नियमनं. किमपि अन्यत् न इत्युक्ते वृद्धिः मा भवतु इति अपि वयम् अवगन्तुं शक्नुमः किल. एका सीमा स्थापयति. अन्यस्य सूत्रस्य कार्यप्रदेशं नियमयति, नियमनं करोति. अतः नियमसूत्रं प्रायः प्रथमवारं वयं नियमसूत्रं पश्यामः इति चिन्तयामि. तस्मात् पूर्वं न दृष्टवन्तः किल. अग्रिमसूत्रमेव, परन्तु नियमं सूचयति चेत् एतत् सूत्रं प्रथमम् आगन्तव्यं. तादृशं न वा? न न, विधिसूत्रात् अग्रिममेव नियमसूत्रम् आगच्छति, पूर्वं न आगच्छति. अपि च भगिनि अस्मिन् सूत्रे पूर्णतः तस्य अनुवृत्तिः अस्ति. आम्, अपवादः अस्ति, परन्तु तत्र चिन्तनम् एतादृशमपि अपवादः एव इति नास्ति. तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य एव कार्यं पर्याप्तं किल. किमर्थम् एकं सूत्रं गुणोपृक्ते? वयं तु लाघवं लाघवम् इति प्रथम अध्यायतः प्रथमवर्गात् एव वयं वदन्तः स्मः किल. गुणः एव न केवलं गुणः एव इति यदा एव इति पदं सूत्रस्य अर्थौ आगच्छति चेदेव तत्र अस्माकं सूचना एतत् नियमसूत्रम् इति. यत् कार्यं पूर्वमेव उक्तं तस्य पुनः एकवारं नियमनं करोति. सार्वधातुक अर्धधातुकयोः एव पर्याप्तं, परन्तु इदानीं किं भवति, मध्ये एकं सूत्रम् आगत्य विभाषा इत्यनेन वृद्धिः, गृणो अपृक्ते इति सूत्रेण केवलं गुणः न वृद्धिः इति वयम् अवगन्तुं शक्नुमः किल. किञ्चित् सीमा प्रदर्शयति. अतः रेस्ट्रिक्षन् इति वदामः भगिनि, रेस्ट्रिक्षन् करोति किल. इदानीं गुणः एव न वृद्धिः इति रेस्ट्रिक्षन्. अग्रे आगच्छति बहुत्र नियमसूत्रम्. एतत् प्रथमवारम् अस्माकं कृते, अतः किञ्चित् लिखित्वा स्थापयतु. यदा अग्रे द्रक्ष्यामः तस्य अवगन्तुं शक्नुमः इतोपि नियमसूत्रं कथम् अस्ति इति. बहुत्र न आगच्छति, परन्तु पश्यामः. Bhagini, one doubt, this niyama we are telling, is it only with reference to karya pradesha or with reference to karya also? Both niyamam. नियमम् आम्, यत्र कुत्रापि विधिसूत्रम् अस्ति तस्य कार्यं नियमयति वा कार्यप्रदेशम् एव कार्यप्रदेशं कार्यं समानमेव भगिनि. कार्यप्रदेशम् इत्युक्ते कस्मिन् क्षेत्रे कार्यं करोति. वृद्धिः इति कार्यं, गुणः इति कार्यम्, इदानीं नियमनं करोति गुणः एव भवतु वृद्धिः इदानीम् एतद् उदाहरणे तादृशम् अस्ति. अग्रे पश्यामः, इतोपि अस्ति. तस्मिन् समये वयम् इतोपि किञ्चित् चिन्तनं कुर्मः. अतः अस्मिन् सप्ताहस्य गृहकार्यम् ऊर्णु धातोः उभयपदी धातुः अस्ति, अतः तस्य रूपसाधनं रु इति अग्रिमधातुः अस्ति, तत्र इडागमः अभावः किमपि अस्ति, तद् वयम् अग्रिमसप्ताहे पश्यामः. इतोपि किञ्चित् एव अवशिष्टम् अस्ति अदादिगणे. अस्तु, समापयामः वा? धन्यवादः. एव गृहकार्यं खलु भगिनि? आम्, ऊर्णु उभयपदी धातुः. आम् आं भगिनि, धन्यवादः. धन्यवादः, धन्यवादः भगिनि.